अस्तु, तर्हि अस्माकं विषयः अस्ति विसर्गसन्धिः। एतावता तत्र जानीमः यत् भाट्टसूत्राणि पञ्च सन्ति, तेषु पञ्चसु त्रीणि सूत्राणि अस्माभिः दृष्टानि, परिशीलितानि। तत्र प्रथमतया अग्रे खर् प्रत्याहारे कश्चन वर्णः अस्ति चेत् केवलं प्रथमं सोपानं विसर्जनीयस्य सः खरि कख पफेतु विसर्गः इति नियमः। रामः तिष्ठति, रामस्तिष्ठति, हरिः चिन्तयति। सरला भगिनी किं भवति? हरि चिन्तयति, विसर्गस्य परे चकार अस्ति खर् प्रत्याहारे, तत्कारणं सकार आदेशः भवति। प्रथमं हरिश्चिन्त्यति, चकारस्य प्रभावेन स्तोश्चुनाच्युः इति सूत्रेण शकार भवति, हरिश्चिन्त्यति इति भवति। समीचीनमस्ति इति प्रथमं सोपानम्। अग्रे खर् प्रत्याहारे कश्चन वर्णः अस्ति चेत् तावदेव द्रष्टव्यमस्ति, अन्यत्र कुत्रापि न गन्तव्यम्। द्वितीयं सोपानं यत्र अग्रे खर् प्रत्याहारे कश्चन वर्णः नास्ति, पुनः पृष्ठतः दृष्ट्वा पश्यामः यत् इच् प्रत्याहारे कश्चन वर्णः अस्ति, तत्र इच्छः परस्य विसर्जनीयस्य रेफः अखरि, रामैः धाव्यते इति, रामैर्धाव्यते इति रेफादेशः भवति। गुरोः अनुग्रहः, अत्र रत्ना भगिनी किं भवति? गुरोरनुग्रहः इति भवति। गुरोः अनुग्रहः अकारः खर् प्रत्याहारे नास्ति, अतः विसर्गस्य पूर्वं किम् अस्ति इति द्रष्टव्यम्। ओ इति अस्ति, इच् प्रत्याहारे आगच्छति, अतः विसर्गस्य स्थाने रेफः आगच्छति। अस्तु, बहु समीचीनमस्ति इति अस्ति। अस्तु, तर्हि इति रविप्रकाशमहोदय स्वागतम्, अन्य कोऽपि आगतवान् वा? अस्तु, इतः गृह्यरेम इति द्वितीयं सोपानं। प्रथमं सोपानं तत्र विसर्जनीयस्य सः सकारादेशः सर्वेषां कृते भवति, खर् प्रत्याहारे कश्चन वर्णः अग्रे अस्ति चेत्। द्वितीयसोपाने अखरि, तत्र पृष्ठतः दृष्ट्वा इच् प्रत्याहारे कश्चन वर्णः अस्ति चेत् रेफादेशः। इदानीं तृतीयसोपानमस्ति, तृतीयसोपाने तत्र पुनः अग्रे खर् प्रत्याहारे कश्चन वर्णः नास्ति इति दृष्ट्वा पृष्ठतः द्रष्टव्यः अस्ति। पृष्ठतः दृष्ट्वा पश्यामः यत् इदानीम् इच् वर्णः नास्ति अपि तु दीर्घ आकारः अस्ति इति कृत्वा आतः परस्य विसर्जनीयस्य लोपः अखरि, अग्रे खर् वर्णे कश्चन वर्णः नास्ति, पृष्ठतः आकारः अस्ति चेत् तत्र बालाः धावन्ति, बालाः इच्छन्ति, अत्र धावन्ति, तत्र धकारः अपि खर्वर्णः नास्ति, इकारः अपि स्वर्वर्णः अपि खर्वर्णः नास्ति इति कृत्वा उभयत्र लोभः अस्ति, बाला धावन्ति, बाला इच्छन्ति। तत्र विकल्पेन यकारः भवति विरलतया इति अस्माभिः अपि दृष्टं, केवलं स्वरे परे। अस्तु, अपि च तत्र गुणः न भवति इति अपि अस्माभिः दृष्टं, पूर्वत्र सिद्धमिति कृत्वा गुणकार्यं न भवति। अस्तु, ततः अग्रे अस्ति। इदानीम् एतावता अस्माभिः त्रीणि सूत्राणि दृष्टानि, चतुर्थसोपानं परिशीलनीयमस्ति। चतुर्थसोपानम् इति गच्छेम, नाम इदानीम् अग्रे खर्वर्णः नास्ति, किन्तु पृष्ठतः न इच् न वा आ, अपि तु अ, तर्हि लघु अकारः अस्ति चेत् तत्र सोपानद्वयमस्ति, चतुर्थं सोपानं पञ्चमं सोपानं च, पुनः अग्रे द्रष्टव्यं भविष्यति. पृष्ठतः नाम अग्रे खर्वर्णः नास्ति. इदानीं पृष्ठतः पश्यामः यत् लघु अकारः अस्ति, तत् तस्यां दशायां किं कर्तव्यमस्ति? पुनः अग्रे द्रष्टव्यं भविष्यति. तदर्थं विभजनमस्ति चतुर्थे सोपाने पञ्चमे सोपाने च. अस्तु, चतुर्थं सोपानं पश्येम. तर्हि अधुना सुब्रह्मण्यमहोदय कृपया. आं महोदय, चतुर्थं सोपानं विसर्गात् पूर्वम् अत् ह्रस्वः अकारः अस्ति वा? बालः धावति. विसर्गात् प्राक् अत् अस्ति चेत् तर्हि मार्गद्वयं भवति. इदं चतुर्थं सोपानं प्रथममार्गः अस्ति. विसर्गात् प्राक् अत् अस्ति, विसर्गस्य पुरतः अपि अत् अस्ति चेत् तर्हि विसर्गस्य स्थाने उकारः भवति. बालः अस्ति, बालयोगः उ योगः अस्ति. इदानीम् अत्र बालयोगः उ गुणसन्धिः, बालो योगः अस्ति. इदानीम् अत्र पूर्वरूपसन्धिः, पूर्वम् ओकारः अनन्तरम् अत्वर्णः, अतः एङ्गः पदान्तादत् अति, एङ्गः पदान्तादति इत्यनेन अत्र पूर्वरूपं भूत्वा बालोऽस्ति इति रूपं निष्पन्नं भवति. इदानीमत्र विषयः अस्ति विसर्गात् पूर्वं, इदानीं तु अत्र विसर्गात् पूर्वं कः वर्णः अस्ति इति प्रश्नः. यदि विसर्गात् परम् अखर्वर्णः अस्ति, अत्र चिन्तनमस्ति इदानीं विसर्गात् पूर्वं कः वर्णः अस्ति, अत् वर्णः अस्ति चेत् किं भवति इति. अत् इत्युक्ते अत्र ह्रस्व अकारः. तस्मिन् समये अत्र विसर्गस्य स्थाने उ आदेशः भवति. अनन्तरम् अत्र अकार उकारयोः मेलनं सन्धिं भूत्वा, सन्धिः भूत्वा, गुणसन्धिः भूत्वा अत्र बालो इति रूपं निष्पन्नं भवति ओकारः. अपि च ओकार अकारयोः मेलनमिदानीम् अत्र पूर्वरूपसन्धिः भवति, अतः पूर्वरूपमेव, पूर्वपरयोः एकं पूर्वरूपमेव आदेशः भवति, अतः ओकारः एव तिष्ठति. अस्मिन् उदाहरणे बालोऽस्ति इति भवति. अग्रे अपि पठामि वा? किञ्चित् इतोपि चिन्तनं कुर्मः अत्र. अत्र बहु सम्यक्तया उक्तमस्ति महोदय. इदानीं तर्हि फलमस्ति बालोऽस्ति, बालः अस्ति. तत्र कार्यं किम् इति चेत् तत्र विसर्गस्य स्थाने उकारादेशः अस्ति, बाल उ तत्र. किन्तु लकारोत्तरवर्ति यः अकारः, स च अकारः इदानीमपि अस्ति खलु, बाल उ इति कृत्वा इदानीम् अदिङ्गुणः इत्यनेन गुणसन्धिः अस्ति. सर्वेषां मनसि स्पष्टता स्यात्. अत्र कार्यमस्ति यत् विसर्गस्य स्थाने उकारादेशः जातः, अनन्तरं गुणसन्धिः अस्ति, बालो योगः अस्ति इति कार्यद्वयं जातमस्ति. विसर्गस्य स्थाने उकारः, अनन्तरम् अकार उकारयोः सन्धिं कृत्वा, गुणं कृत्वा बालो अस्ति, बालो इति अस्ति. अनन्तरं पदान्ते ओकारः अथवा एकारः अस्ति चेत् किञ्चित् विशिष्टकार्यं भवति अस्माभिः अधीतं पूर्वं. सामान्यतया ओकारः योगः अकारः, सामान्यतया ओकारः योगः ओकारः इति अस्ति चेत् तत्र विद्याभगिनी वदतु कृपया किं भवति सामान्यरूपेण. सामान्यतया ओकारः अस्ति प्रथमम्, अनन्तरम् अकारः अस्ति चेत् तत्र एचोयवायावः इति सूत्रं सूत्रस्य प्रसक्तिः अस्ति. तत्र ओकारस्य स्थाने अव् इति आदेशः भवति. तस्य सन्धेः सामान्यनामकरणं किं? यान्तवान्तदेशसन्धिः इति सर्वेषां मनसि स्यात्. नाम तत्र अव् आदेशं कृत्वा बालवस्ति इति भवति स्म. तस्य सूत्रस्य अत्र प्रसक्तिरस्ति. बालवस्ति इति भवति स्म. किन्तु अत्र एङ्गः पदान्तात् अति इति तस्य अपवादसूत्रम् अस्ति इति एङ्गः पदान्तात् अति इति सूत्रं यदि पदान्ते एङ् पदान्ते एङ् प्रत्याहारस्य कश्चन वर्णः इत्युक्ते ए ओ ए अथवा ओ अस्ति चेत् अनन्तरम् अति परे अति इत्युक्ते ह्रस्व अकारः अस्ति चेत् तत्र पूर्वपरयोः एक पूर्वरूपादेशः इत्युक्ते अत्र यदि वयं बालो योगः अस्ति इति स्वीकुर्मः तत्र पूर्वं बालो इति पदान्ते अस्ति, पदान्ते ओकारः अस्ति, अनन्तरम् अत्र ह्रस्व अकारः अस्ति इति कृत्वा तत्र पूर्वपरयोः अत्र ओकारादेशः भवति, पूर्वरूपादेशः भवति, बालो अस्ति इति भवति. हा, बहु समीचीनमस्ति. अत्र प्रमुखभेदः कः? तत्र साधारणसूत्रम् एचो युवायावः, अपि च अपवादभूतसूत्रम् एङः पदान्तादति इति द्वयोः मध्ये कः भेदः नाम निमित्तं दृष्ट्वा? प्रथमतया अहं चिन्तयामि एङ्गः पदान्तात् अति इति केवलं पदान्ते कार्यं करोति. यान्तवान्तदेशे सन्ति तत्र तु पदान्ते अपदान्ते कुत्रापि कार्यं कर्तुं शक्नोति. हा, इति मुख्यं सर्वेषां मनसि भवेत्. पदान्तात् पदान्ते ओकारः अस्ति चेत् अनन्तरं लघु अकारः अस्ति चेदपि नाम अत्र यान्तवान्तादेशसन्धिः न भवति. किमर्थं? यतोहि पदान्ते अस्ति. पदान्ते नास्ति चेत् सामान्यकार्यं भवति अपदान्ते. किन्तु पदान्ते ओकारः सर्वेषां मनसि सर्वदा भवेत्. ओकारः अथवा एकारः अस्ति चेत् अपि च यान्तवान्तसन्धिः तत्र यः कोऽपि स्वरः अग्रे भवतु, यः कोऽपि स्वरः अचि परे, एचो यवायावः किं वदति, एचः अयवायावः अचि संहितायाम् अचि, यः कोऽपि स्वरः. किन्तु पदान्ते ओकारः अथवा एकारः अस्ति चेत् अव् ऐ इति आदेशम् अकृत्वा अग्रे इति लघु अकारः अस्ति चेत् तत्र एङः पदान्तादति इति सूत्रेण इदानीम् ओकारस्य स्थाने ओकार अकारयोः स्थाने ओकारादेशः, एकार अकारयोः स्थाने एकारादेशः इति पदान्ते अस्ति. अनन्तरं सामान्यतया अवग्रहः इति चिह्नं स्थापयामः स्पष्टीकरणार्थं. यथा अत्र अस्ति बालो अवग्रहः, तत्र उच्चारणभेदः नास्ति अस्य संयोजनेन, बालो अस्ति. अस्तु, समीचीनमस्ति. तत्र तत्र आस्टर्स्क् इति अधोभागे लिखितमस्ति खलु, तत्र राजीभगिनी पठतु किं लिखितमस्ति. पदान्ते ओकारः अस्ति चेत् अपि च अग्रिमपदस्य प्रथमवर्णः अकारः अस्ति चेत् तर्हि ओकारकारयोः स्थाने ओकारादेशो भवति. सूत्रं किम्? अर्थं किम् इत्युक्ते एङः पदान्तादति, एङः पदान्तादति. अत्र अर्थः कः? एङ् प्रत्याहारे के के वर्णाः? एङ् ए ओ ऐ न ए ओ इति तावदेव अस्ति. अ इ ओण रुल् रिक् ए ओङ् ए ओङ् तत्रैव अस्ति. ए ओङ् इति एङ् ए ओ तृतीयं सूत्रम् ए ओङ् इति एङ् अस्ति तर्हि एङः पदान्तात् वदतु पदस्य अन्ते ये एङः अस्ति तदनन्तरम् एङः अस्ति इति नास्ति अत्र अकारान्तपदं नास्ति एङ् हलन्तपदमस्ति एङः इति एङः इति षष्टिविभक्तिः अस्ति खलु क्षम्यताम् एङ् अस्ति अति एव अपि अस्ति एव उत्तरवर्ति अकारः अस्ति चेत् प्रथमवर्णः ओकार अकारयोः स्थाने ओकारः आदेशः भवति इति दत्तम् एकारः अस्ति चेत् एकारः अस्ति चेत् ऐ आदेशः भवति यथा बालकः गृहे अस्ति बालकः गृहे अस्ति तत्र किं भवति गृहे अस्ति तत्र एकारः अस्ति पदान्ते ततः अग्रे अत् इति लघु अकारः अस्ति इति कृत्वा पूर्वपदयोः एकः पूर्वः पूर्वादेशः भवति पूर्वपदयोः एकः पूर्वादेशो भवति इति अस्ति एकार अकारयोः स्थाने एकारः अनन्तरम् अवग्रहः चिह्नम् अस्तु स्पष्टं स्यात् समीचीनम् सुमित्रा अस्मि इदानीम् आगतवती कक्षायां बहिः अस्मि किञ्चित् तूष्णीम् अस्मि अतः अस्तु अस्तु अस्तु समीचीनमस्ति अग्रे गच्छेम तर्हि इदानीं बालसुब्रह्मण्यं महोदय तत्र अग्रे द्वितीयम् उदाहरणं बालः धावति बालविसर्ग धावति विसर्गस्य स्थाने उकारः आयाति बालयोग उ योग धावति किमर्थं चेत् अन्तिमवर्णः ह्रस्व आकारः विसर्गस्य पूर्वः ह्रस्व आकारः बालयोग उ योग धावति अत्र गुणसन्धि अस्ति अकार तस्मात् उकारः इति कारणात् बाल उ बालो बालो योग धावति मेलनं बालो धावति इति रूपम् अपि च यद् उपरि यद् लिखितमस्ति तत् पठतु एकवारं विसर्गात् प्राक् विसर्गात् प्राक् अत् अस्ति विसर्गस्य पुरतः हस् कर्भिणः हल्वर्णः अस्ति चेत् तर्हि विसर्गस्य स्थाने उकारः भवति तर्हि बालः धावति अत्र किमस्ति अत्र बालः विसर्गस्य पूर्वं हस् अकारः अत् अस्ति विसर्गस्य पुरतः हस् हस् व्यञ्जने खर् वर्णान् विहाय अपरवर्णानि हस् हस्प्रत्याहारः वर्णः तस्मात् तर्हि विसर्गस्य स्थाने उकारः भवति अत्र अपि बहु समीचीनमस्ति तत्र हस् वर्णानां कृते अन्यत् नामकरणं साधारणनामकरणम् अस्ति जानाति वा खर् वर्णानां कृते अन्यत् नामकरणमस्ति हस् वर्णानां कृते अन्यत् समीचीनमस्ति बालसुब्रह्मण्यं वदतु किमस्ति अपि च मृदुव्यञ्जनानि इति तावत् नाम साधारणनामकरणमस्ति किन्तु तत्र शास्त्ररीत्या वक्तव्यमस्ति हर्ष् अपि च अस्तु बहु समीचीनमस्ति इति दृश्यद्वयम् अस्माभिः अवलोकितम् इदानीं यत्र अग्रे अखर्वर्णः स्वरः अस्ति स्वरः नाम लघु अकारः अपि च अन्यत् अस्ति यत्र यत्र हस्वर्णः अस्ति. अस्तु, बहु समीचीनमस्ति. तर्हि इदानीं नाम तत्र अस्माभिः किं न दृष्टं तावता, नाम एकवारं यदा पश्यामः यत् पूर्वं लघु अकारः अस्ति, अग्रे खर्वर्णः इति नास्ति इति अस्माभिः दृष्टं. खर् नास्ति इति कृत्वा पृष्ठतः द्रष्टव्यमासीत्, दृष्ट्वा ज्ञातं यत् लघु अकारः अस्ति. इदानीं पुनः अग्रे दृष्ट्वा पश्यामः यत् अत् वर्णः अस्ति अथवा हश्. अत् त्यक्त्वा अन्ये स्वराः सन्ति चेत् तत्र पञ्चमं सोपानमस्ति इति तत्र अग्रे आयाति. इदानीं किन्तु चतुर्थं भाट्टसूत्रं किम् इति चेत् अग्रे अस्तु, राजेन्द्रमहोदय अन्म्यूट् कृत्वा पठतु कृपया. आं महोदय, चतुर्थं भाट्टसूत्रम् अतः परस्य विसर्जनस्य अति हसि च उत्तमम्. अतः षष्ट्यन्तं परस्य षष्ट्यन्तं विसर्जनस्य षष्ट्यन्तम् अति सप्तमे अन्तं हसि सप्तमे अन्तम् उत्तमं प्रथमान्तम् इति सारांशः. विसर्गात् पूर्वम् अत् अस्ति चेत् अपि च विसर्गस्य पुरतः अत् हस् वा अस्ति चेत् तर्हि विसर्गस्य स्थाने उकार आदेशः भवति. हश् वर्णो नाम खर् भिन्नो हल् वर्णः इति स्मर्तव्यं. यथा बालः हसति, बाल योग उकारः योग हस्ति, गुणसन्धि भूत्वा बालो हस्ति निष्पन्नं भवति. अत्र किम् अस्ति, प्रथमतया यथा महोदयेन पूर्वं उक्तवान् उक्तं तत्र प्रथमं तु द्रष्टव्यं तत्र विसर्गः अस्ति, विसर्गस्य पुरतः खरि प्रत्याहारे कोऽपि वर्णः अस्ति, तत् तत् कारणात् तस्य कार्यं भिन्नम् अस्ति. तदपि तत्र क ख प फे तत्र अस्ति, तत् किञ्चित् भिन्नकार्यं भवति. अनन्तरं यद् अखरि अस्ति पुरतः, तत् पूर्वं तत्पूर्वं विसर्गः अस्ति, तत् विसर्गपूर्वं तत्र इच् वर्णः प्रत्याहारे कोऽपि वर्णः अस्ति, तत् भिन्नरूपेण भवति, तत् तत्र सकार आदेशः भवति. तृतीय तत् अनन्तरम् अस्ति यत् अखरि अस्ति अग्रे अग्रे खर् नास्ति चेत् तत्र किम् इच् इति अस्ति चेत् किं कः आदेशः? तत् तत् रिकार रेफ् आदेशः भवति. रेफ् आदेशः भवति, परन्तु अखरि अस्ति पुरतः, परन्तु विसर्गस्य पूर्वम् आकारः अस्ति आत् अस्ति, तत् तत् भिन्नरीत्या तत् कार्यं भवति, विसर्गस्य लोपः भवति. परन्तु इदानीं चतुर्थभाटसूत्रं वदति यत् अतः परस्य विसर्जनीय अस्ति, तत् अखरि अस्ति परन्तु पुरतः हृस्वकारः अथवा हस् प्रत्याहारे कोऽपि अन्तर्भूतवर्णः अस्ति, तत् पूर्वम् अत् अस्ति, विसर्गस्य पूर्वम् अत् अस्ति, तत्र तत्र पूर्वरूपसन्धि भवति, गुणसन्धि भूत्वा पूर्वरूपसन्धि भवति. तत्र तत् यथा अत्र बालः अस्ति, अत्र विसर्गस्य स्थाने उकारादेशः भवति, तदनन्तरं गुणसन्धि भूत्वा बालो भवति, बालो हस्ति, तत् निष्पन्नं भवति. अत्र पूर्वरूपसन्धिः अस्ति? आं महोदय, अस्ति वा पूर्वरूप यथा उकारस्य प्रथमं तु गुणसन्धिः भूत्वा बालो अस्ति, तत्र बालो तत्र बालो ओकारः आगच्छति, तत् तदनन्तरं तु हस् प्रत्याहारे कोऽपि वर्णः अस्ति, तत्र बालो हस्ति वा निष्पन्नं भवति, पूर्वरूपसन्धिः भवति. अत्र पूर्वरूपसन्धिः कुत्र? ओकारः तथावत् तिष्ठति, पूर्वरूपे यथा आसीत् तथैव तथैव तिष्ठति तत्र बालो अस्ति. हा न न किन्तु अत्र पूर्वरूपसन्धिः इति न वक्तव्यमस्ति अस्माभिः. अत्र पूर्वरूपसन्धिः कः पूर्व नाम एङ् तत्र एङः पदान्तात् पदान्तादति इति सूत्रमस्ति. अत्र पूर्वम् एङ् अनन्तरम् अत् अत्र एङ् अस्ति पूर्वं किन्तु अनन्तरम् अत् अस्ति न न महोदय क्षम्यताम् अत् नास्ति हस् हस् प्रत्याहारे वर्णः अस्ति अत्र सन्धेः अवसरः एव नास्ति बालो हा नाम केवलं वर्णमेलनमस्ति बालो हसति अत्र नाम मिलित्वा सर्वम् अव्यवहितरूपेण लेखितुं शक्यते न कोऽपि न कापि चिन्ता. इदानीं स्पष्टीकरणार्थं तत्र पृथक्तया लिखितमस्ति बालो हसति किन्तु वस्तुतः अत्र किमस्ति नाम संहितायां विषयः अस्ति संहिताविषयः संहिता इति विषयः अस्ति नाम बालो हसति अत्र स्थानस्य लेखनस्य आवश्यकता नास्ति एव बालो हसति तत्र स्पेस् इति वस्तुतः नास्ति तदानीं खलु सन्धिः अस्ति किन्तु अत्र ओकारहकारयोः किमपि कार्यं नास्ति अत्र पूर्वरूपसन्धिः नास्ति इति सर्वेषां मनसि भवेत्. अग्रे लघु अकारः अस्ति चेदेव अत् अस्ति चेदेव तत्र पूर्वरूपसन्धिः भवति खलु महोदय. अस्तु अस्तु समीचीनमस्ति तर्हि इतः अग्रे सरेम इदानीं म्यूट् करोमि महोदय. अस्तु इदानीम् अग्रे गच्छेम जगन्नाथमहोदय कृपया. अस्तु पञ्चम सो न भवान् तस्य न जानामि ध्येयं ध्येयं यत् उकारस्य आगमनं त्रिपाद्यान् न विहितम् अतः गुणसन्धिविधायकसूत्रं स्वस्य अवसरं दृष्ट्वा कार्यं करोति एव. पदस्य मध्ये सन्धिनित्यम् अतः अत्र गुणसन्धि करणीय एव. ध्येयं यत् उकारस्य आगमनं त्रिपाद्यां न विहितम् अस्तु त्रिपाद्य इति गुणसन्धिविधायकसूत्रं स्वस्य अवसरं दृष्ट्वा कार्यं करोति एव. पदस्य मध्ये सन्धिः नित्यम् अतः अत्र गुणसन्धिः करणीय एव. पदस्य मध्ये नाम तत्र यत्र आकारस्य लोपः उपरि तृतीये सुपाने पश्यतु तत्र बालाः इच्छन्ति तृतीये सुपाने इति पश्यतु. आम् तत्र किं जातं बालाः इच्छन्ति तत्र अग्रे खर्व अखरि इच्छन्ति इति अखरि पदं तत्र पूर्व विसर्गस्य पूर्वं किम् अस्ति इति द्रष्टव्यम्. इच् प्रत्ययः नास्ति तर्हि आत् प्रत्ययः अस्ति तस्मात् विसर्गलोपः भवति. बाला इच्छन्ति इति विकल्पेन बाला इच्छन्ति. हा हा समीचीनमस्ति सम्यक् अस्ति. अत्र प्रश्नः उदेति किन्तु यत् बाला इच्छन्ति इत्यस्यां दशायां किमर्थम् आकार ईकारयोः मेलनं कृत्वा गुणसन्धिः न स्यात्. एकारः बालेच्छन्ति इति किमर्थं न स्यात्? विसर्गः मध्ये अस्ति तस्मात्. किमिति केवल बाला वा इच्छन्ति अत्र पठतु अत्र किं लिखितमस्ति अत्र कश्चन प्रश्नः उदेति यत् यत् करपत्रमस्ति वा तत्रैव लिखितम्? आमामां तत्रैव पश्यामि, किन्तु अहं किञ्चित् स्थूलाक्षरे अत्र उपरि नीचे उपरि अधः गन्तव्यं मया. अस्तु, ध्येयं कुत्र गतः? न न न न न, यत्र आसीत् बाला इच्छन्ति, बाला इच्छन्ति यत्र आसीत् इदानीं तृतीये सूक्ते. आमां तत्र लिखितमस्ति, अत्र वस्तुतः अन्यविकल्पः बाला इच्छन्ति. उपरि अत्र कश्चन प्रश्नः उदेति यत् बालाय इच्छन्ति इत्यस्मिन् गुणसन्धेः प्रसक्तिः अस्ति वा? आम्, गुणसन्धिः स्यात् अयुग इ ए इति, परन्तु पाणिनेः अष्टाध्याय्याम् एका विशिष्टा व्यवस्था अस्ति येन गुणसन्धेः विधायकं सूत्रं चिन्तयति यत् इदानीमपि विसर्गः अस्ति. वस्तुतस्तु विसर्गलोपप्रक्रियायां विसर्गस्य स्थाने रु इति रेफः भवति, तस्मात् यकारो भवति, तस्य यकारलोपं न पश्यति आद्गुणः इति गुणविधायकं सूत्रं सम्पूर्णक्रमं द्रष्टुम् इच्छति चेत् अस्मिन् करपत्रे यवलोपसन्धिः विषये दृश्यतां. बाला इच्छन्ति इत्यस्मिन् विसर्गलोपः जातः इति वयं जानीमः, किन्तु गुणसन्धिः विधायकसूत्रम् आगत्य चिन्तयति यत् अहो विसर्गः अधुना अपि अस्ति, अतः अनेन कारणेन गुणसन्धिः अत्र न प्रवर्तते. अष्टाध्यायी भागद्वयं विभक्त्या सपाद सप्ताध्यायी त्रिपादी इति. अस्तु, तर्हि आद्गुणः इति षष्ट सपाद सप्ताध्यायी मध्ये अस्ति. यत्किमपि कार्यं साधितं त्रिपाद्यां तत् कार्यं न दृश्यते सपाद अष्टाध्याय्यां स्थितेः सूत्रैः स्तूत्रैः. तर्हि तस्मात् गुणसन्धिः न भवति पदान्ते. यतो हि लोपः शाकल्यस्य इति सूत्रम् अष्टमाध्यायस्य तृतीये पादे अस्ति, पूर्वमध्ये अस्माभिः दृष्टं लोपः शाकल्यस्य यकारस्य लोपः. यकारस्य लोपः भवति अनेन सूत्रेण, अपि च आद्गुणः इति सूत्रं सपादसप्ताध्याय्यां तावदेव, नाम अष्टाध्याय्याः विभजनमस्ति, भागद्वयमस्ति. तत्र अष्टाध्याय्याः सन्ति, अष्टाध्याय्याः सन्ति, तत्र प्रत्येकस्मिन् अध्याये रत्नाभगिनी अस्ति वा? आम् अस्मि महोदय. हा, शृणोतु कृपया, शृणोतु, अत्र भवत्याः कृते वदन् अस्मि. तो अत्र म्यूट् करोतु कृपया भगिनी. अत्र तत्र प्रत्येकस्मिन् अध्याये चत्वारः पादाः सन्ति, सर्वे अवगन्तुं शक्नुवन्ति, अत्र किमपि नास्ति. अत्र बालकानां क्रीडा अस्ति, किमपि नास्ति. सप्ताध्यायाः सन्ति, ततः अग्रे अष्टमाध्यायस्य प्रथमपाद पर्यन्तं प्रथमभागः. अष्टमाध्यायस्य प्रत्येकस्मिन् अध्याये चत्वारः पादाः सन्ति, अष्टमाध्याये अपि तथा, प्रथमपादः, द्वितीयपादः, तृतीयपादः, चतुर्थपादः. तर्हि अष्टमाध्यायस्य प्रथमपादपर्यन्तं सपादसप्ताध्यायी, सप्ताध्यायी अपि च सपाद इति अष्टमाध्यायस्य प्रथमपादपर्यन्तमिति अस्ति. तर्हि तत्र पर्यन्तं प्रथमभागः अस्ति. यदि द्वितीयभागस्य नाम त्रिपादी, तर्हि द्वितीयभागस्य यत्किमपि सूत्रं पूर्वं क्रियते अत्र लोपः साकल्यस्य इति तादृशसूत्रमस्ति. लोपशाकल्यस्य इति अष्टमाध्यायस्य तृतीयपादे अस्ति, त्रिपादीसूत्रमस्ति. पूर्वमेव यकारलोपः कृतः अस्ति अनेन सूत्रेण. तदनन्तरम् आद्गुणः सपादसप्ताध्याय्याम् अस्ति. आद्गुणः षष्ठाध्यायः अस्ति इति कृत्वा पूर्वं यत् यत् लोपकार्यं कृतमस्ति लोपः साकल्यस्य इति सूत्रेण, तत् कार्यं न दृश्यते आद्गुण इति सूत्रम् इति सूत्रेण. इति कारणतः तत् सूत्रं चिन्तयति यद् यकारः इदानीमपि अस्ति. बाला इच्छन्ति इति स्थितौ अत्र बाला इच्छन्ति, तत्र यकार बालाय् इच्छन्ति. बालाय् इच्छन्ति इति पश्यति आद्गुणः. यकारः अस्ति चेत् तत्र गुणसन्देहे अवसरः एव नास्ति. तदर्थम् अत्र गुणसन्धिः न भवितुमर्हति, न भवितुमर्हति अत्र. स्पष्टमस्ति वा रत्ना भगिनी, स्पष्टमस्ति वा? पुनः शृणोमि महोदय. अध्यायानां विषये अहम् अवगतवती. अनन्तरं आद्गुणः इति स्थूलाक्षरैः लिखितमस्ति अत्र. आद्गुणः षष्ठाध्यायस्य प्रथमपादे इति अस्ति. सङ्ख्यां पश्यति? पश्यामि. अपि च हल्सन्धिकरपत्रे एकं सूत्रमस्ति, तत्र यवलोपसन्धिः लोपः शकाल्यस्य इति एकं सूत्रमस्ति. तस्य सूत्रसङ्ख्या अस्ति अष्ट त्रीणि एकनवतिः इति अष्टमाध्यायस्य तृतीयपादे. अष्टमाध्यायस्य तृतीयपादे इति तादृशसूत्रेण यकारः यः आगतः मध्ये, तस्य लोपः विकल्पेन भवति. अस्तु, तर्हि यस्मिन् पक्षे लोपः भवति आद्गुणः, यद्यपि लोपः यकारस्य लोपः जातः, तथापि आद्गुणः इति तादृशकार्यं न पश्यति. किमर्थम् इति चेत् तत्र त्रिपाद्यां लोपशाकल्यस्य इति सूत्रमस्ति. इति कृत्वा आद्गुणः आगत्य पश्यति केवलं बालाय इच्छन्ति यकारः. तर्हि बालाय इच्छन्ति यकारः अस्ति चेत् बालाय इच्छन्ति, तत्र गुणसन्धेः अवसरः वा नास्ति? नास्ति इति कृत्वा अत्र तदर्थम् अत्र गुणसन्धिः न भवति. किन्तु इदानीम् अधोभागे पश्यन्तु सर्वे, तथा नास्ति अत्र. यत्र उकारादेशः जातः विसर्गस्य स्थाने उकारः, तत्र स च उकारादेशः त्रिपादी सूत्रेण न जातमस्ति. तादृश आदेशः सपादसप्ताध्यायीसूत्रेण जातः. इति कृत्वा इदानीं गुणसन्धिः तत्र उकारस्य उपस्थितिं पश्यति. उपरि यकारः, यकारस्य लोपः न दृश्यते आद्गुणः इति सूत्रेण. अत्र किन्तु उकारः दृश्यते, अतः अत्र अकार उकारयोः सन्धिः भवति. तावदेव अस्ति, किमपि नास्ति. बालकानां क्रीडा अस्ति. बालायोगः उ, तत्र बालाः योगः इच्छन्ति, तत्र गुणसन्धिः न भवति, बाला इच्छन्ति. अत्र बालयोगः उ, अत्र उकारः दृश्यते आद्गुणः इति सूत्रेण. इति कृत्वा सन्धिः भवति बालो. समीचीनं वा? अग्रे सरेम. पद्मा भगिनी अग्रे पठतु कृपया. एतावता न, अत्र न कुर्मः, यत् इति पञ्चमसूत्र पञ्चमसोपानस्य परिचयः. इदानीं पुस्तके किञ्चित् तत्र अभ्यासं कुर्मः. अत्र पुस्तके किञ्चित् अग्रे गन्तव्यमस्ति. पुस्तके किञ्चित् अग्रे कुत्र इति चेत् चतुर्थसोपानस्य अभ्यासः भवति पुस्तके अष्टपञ्चाशत्तमे पुटे. अष्टपञ्चाशत्तमे पुटे अभ्यासः अस्ति, तत्रैव अस्ति. अस्तु, तर्हि रविप्रकाशमहोदय अस्ति वा, प्रथमं करोति वा? अभ्यासं कुर्मः. पद्माभगिनी करोति वा? सन्धि कुरुत अत्र न न अत्र अष्टपञ्चाशत्तमे तमपुटस्य अधोभागे उकारः इति लिखितमस्ति. उकारः एतानि उदाहरणानि परिशीलयत. एतानि उदाहरणानि परिशीलयत. ऋषिकेशः योगः गुडाकेशेन. हा अग्रे लिखितमस्ति, अग्रे यद् लिखितमस्ति तस्य न कापि आवश्यकता अस्ति. भवती सर्वं जानाति, अग्रे मा पश्यतु किं सोपानेन परिशीलनीयमस्ति. आरम्भतः प्रथमं किं चिन्तनीयमस्ति? ऋषिकेशः योगः गुडाकेशेन इति दृष्ट्वा किम् अस्माभिः चिन्तनीयमस्ति? आरम्भतः प्रथमं सोपानं किं वदति? अत्र प्रथमसोपानं अखरि विसर्गः विसर्गः परतः अखरि अस्ति अस्ति वा यान खर् खर् खर् प्रत्याहारे कश्चन वर्णः अस्ति न वा? खरि खरि अस्ति यान यान अस्ति वा? न महोदय, खर्वर्णः नास्ति. तर्हि इदानीं किं द्वितीयं सोपानं किं द्रष्टव्यं? सोपानं विसर्गः पूर्वतः आत् प्रत्याहारः अस्ति यान. कः प्रत्याहारः? आत् इति न. द्वितीयं सोपानं किं वदति? दीर्घः दीर्घः न न न द्वितीयं सोपानं द्वितीयं सोपानं किं रविप्रकाशमहोदय किञ्चित् सहायं करोतु. इच् प्रत्याहारः नास्ति महोदय. अस्तु अत्र अस्ति वा? विसर्गस्य पूर्वम् इच् प्रत्याहारः नास्ति. द्वितीयं सोपानं द्वितीयसोपानं कार्यं न करोति. विसर्गस्य पूर्वम् आत् अपि नास्ति, तृतीयसोपानमपि कार्यं न करोति. परन्तु विसर्गस्य पूर्वं ह्रस्व अत् अस्ति, अतः चतुर्थसोपानं भवति. हा चतुर्थसोपानमस्ति. अस्तु पद्मा भगिनी, चतुर्थसोपानमस्ति चेत् किं वक्तव्यमस्ति? विसर्गः स्थाने न, स्थाने इति किमपि न न प्रथमं एतावत् अस्माभिः किं दृष्टं, विसर्गात् पूर्वं ह्रस्व अकारः अस्ति तावत् जानीमः. इदानीं किं द्रष्टव्यम्? ओकारः विसर्गः स्थाने न न न कार्यं कार्यस्य करणात् पूर्वम् अस्माभिः किं ज्ञातव्यम् इति चेत् सर्वाणि निमित्तानि उपस्थितानि सन्ति. केवलम् अकारं दृष्ट्वा तत्र धावति चेत् नाम तत्र दोषः अवश्यं भविष्यति कुत्र न कुत्र. कुत्रचित् दोषः भविष्यति एव, यतोहि भवती केवलं पृष्ठतः दृष्टवती. इदानीं किं कुत्र द्रष्टव्यमस्ति? निश्चेतव्यं भवति. रविप्रकाशमहोदय सहायं करोति वा? इदानीं लघु अकारः अस्ति विसर्गात् पूर्वम्, अनन्तरं विसर्गात् परे किम् अस्ति इति द्रष्टव्यम्. अत्र अस्ति किं? विसर्गात् गुड गकारः अस्ति, गकारः गकारः स च गकारः कीदृशः कीदृशवर्णः अस्ति? गकारः तु हश् अस्ति. हा नाम अस्माकं सूत्रं भाटसूत्रं किं वदति? अतः परस्य विसर्जनीयस्य अति हसि च उत्तमं, हसति अतः उकारः आदेशः आगमः. अत्र अतः परस्य इति अस्ति, अतः परस्य विस इति अस्ति, अपि च हसि अतः परस्य इति हसि अपि अस्ति. हा इति कृत्वा विसर्जनीयस्य उत्वम् उत्वम् हा करोतु. ऋषिकेश योग उ योग गुडाकेशेन अकार उकार संयोजनेन गुणः भवति ऋषिकेशो गुडाकेशेन इति. हा बहु समीचीनमस्ति इति अस्ति वा, बहु सम्यक् अस्ति इति चतुर्थं सोपानमस्ति, किमपि नास्ति, बहु समीचीनमस्ति. अस्तु अग्रे अग्रे अग्रे पश्येम तर्हि. अधुना किं सुमित्रभगिनी बहिरस्ति वा? अस्तु राजी भगिनी वदति वा? सुमित्रभगिनी वदति वा? अस्तु अस्तु अस्तु नास्ति चिन्ता. राजी भगिनी नः योगः जयेयुः प्रथमसोपानं विसर्गस्य परतः कर् प्रत्याहारस्य कोऽपि वर्णः अस्ति वा न वा इति द्रष्टव्यम्, अत्र नास्ति. द्वितीयसोपानं विसर्गस्य पूर्वं इच् प्रत्याहारस्य कोऽपि वर्णः अस्ति वा न वा इति तदपि नास्ति. तृतीयसोपानं विसर्गस्य परतः अत् वर्णः अस्ति वा इति. तृतीयसोपाने किमस्ति? तृतीयसोपानं विसर्गस्य एकनिमिषं महोदय, विसर्गात् पूर्वं आकारः अस्ति वा इति द्रष्टव्यं, तदपि नास्ति. चतुर्थसोपानं विसर्गस्य परः कः वर्णः अस्ति इति अस्ति चेत् मृदुव्यञ्जनः अस्ति. न, तत्तु प्रथमं न द्रष्टव्यमासीत्. चतुर्थसोपाने किं द्रष्टव्यमस्ति प्रथमं? विसर्गात् प्राक् अत्र अस्ति वा न वा इति. हा नाम एतावता किं जानीमः, प्रथमे द्वितीये तृतीये च सोपानेषु कार्यं जानीमः यत् अग्रे अग्रे इदानीं खर् नास्ति, तत्तु खर् नास्ति, इच् नास्ति, आत् अपि नास्ति. चतुर्थसोपानं विसर्गात् प्राक् अत् अस्ति वा न वा इति द्रष्टव्यम्, अत् अस्ति. विसर्गपरः हश् अस्ति, ज इञ्च् हश् प्रत्याहारे अस्ति, अतः विसर्गस्य स्थाने उ आदेशः भवति. अतः न योगः उ योगः जयेयुः नो जयेयुः इति निष्पन्नम्. हा गुणसन्धिं कृत्वा बहु समीचीनमस्ति. हा अस्तु पद्मा भगिनी इदानीं वक्तुमिच्छति वा? हा महोदय. तृतीयं करोतु. हा बहवः योगः ज्ञानतपसा अत्र प्रथमसोपानं विसर्गः परतः खरि अस्ति या न वा, खरि नास्ति, प्रथमसोपानं न कार्यं न करोति. द्वितीयसोपानं विसर्गः पूर्वतः प्रत्याहारः अस्ति या न वा, अस्ति नास्ति, द्वितीयसोपानं न कार्यं करोति. तृतीयसोपानं विसर्गः पूर्वतः आत् प्रत्याहारः दीर्घमस्ति या न वा, दीर्घं नास्ति, तृतीयसोपानं कार्यं न करोति. चतुर्थसोपानं अत्र विसर्गः पूर्वः ह्रस्व अकारः ह्रस्व अकारः अस्ति पुरतः विसुकः परतः हश् हष् प्रत्याहारे अस्ति ओकारः आगच्छति ओकारः आगच्छति हष् प्रत्याहारे कः वर्णः इति ज्ञा इति वर्णः नास्ति अत्र सन्धिः अस्ति कः वर्णः तदर्थं पृष्टवान् जकारः अस्तु इति दृष्ट्वा कार्यं किं विसर्गस्य स्थाने योगतः गुणसन्धिः आगच्छति बहव योगः ओकारः जकारः तनसथसा बहवो ज्ञानतपसा हा बहु समीचीनमस्ति हा इति बहु समीचीनमस्ति अग्रे गत्वा तत्र यद् उत्तरमस्ति लिखितमस्ति तस्य न कोऽपि लाभः तत्र न दृष्टव्यमस्ति केवलं चिन्तनं कर्तव्यमस्ति बट् बहु किन्तु भवती अवगतवती इति दृष्ट्वा सन्तोषः बहु समीचीनमस्ति हा बहु समीचीनमस्ति अग्रे गच्छेम अस्तु तर्हि विद्याभगिनी अग्रे सौभद्रः योगः द्रौपदेयाः अत्र विसर्गस्य पुरतः दकारः अस्ति दकारः अखरी अस्ति विसर्गात् पूर्वम् अत्र अकारः अस्ति विसर्गात् पूर्वम् अत्र इच् प्रत्याहारस्य वर्णः नास्ति द्वितीयसोपानं नास्ति अत्र विसर्गात् पूर्वम् आकारः अपि नास्ति इति कृत्वा अत्र चतुर्थसोपानं विसर्गात् पूर्वम् अकारः ह्रस्व अकारः अस्ति विसर्गस्य पुरतः हश् वर्णः अस्ति इति कृत्वा तत्र विसर्गस्य स्थाने उकारः आगच्छति सौभद्रयोग उकारः इदानीं गुणसन्धि आद्गुणः इत्यनेन गुणसन्धि भूत्वा सौभद्रो द्रौपदेयाः बहु समीचीनम् अस्ति अस्तु सरला भगिनी अग्रे आं महोदय घोषयोगधातुराश्रां इदानीं विसर्गस्य परतः धकार खरि प्रत्याहारे नास्ति अखरि अस्ति प्रथमसोपानं कार्यं न करोति द्वितीयसोपानं विसर्गात् प्राक् अकार अस्ति इच् प्रत्याहारे नास्ति द्वितीयसोपानं कार्यं न करोति आत् अपि नास्ति तृतीयसोपानं कार्यं न करोति इदानीं विसर्गात् प्राक् अकार अस्ति तत् अतः विसर्गस्य परतः धकार हश् प्रत्याहारे अस्ति व्यञ्जनम् अस्ति विसर्गस्य स्थाने उकार आगच्छति अकार उकार पदा तस्य गुणसन्धि भूत्वा अदेङ्गगुणस्य इति सूत्रेण घोषो धातृराश्राणां भवति सुन्दरं वा बहु सम्यक् अस्ति भगिनि अस्तु रत्ना भगिनी अग्रे शङ्करः नरकाय इति अस्ति अत्र विसर्गात् अनन्तरं नकारः अस्ति तत् खर् प्रत्याहारे नास्ति अतः द्वितीयसोपानं द्रष्टव्यं विसर्गात् पूर्वम् इच् नास्ति अतः तृतीयसोपानं द्रष्टव्यं विसर्गात् पूर्वम् आत् नास्ति अतः चतुर्थसोपानं द्रष्टव्यं विसर्गात् पूर्वम् अत् ह्रस्व आकारः अस्ति अतः चतुर्थसोपानं कार्यं करोति अत्र विसर्गात् अनन्तरं किम् अस्ति इति द्रष्टव्यम् अत्र हश् वर्णः अस्ति अतः विसर्गस्य स्थाने उकारस्य आदेशः भवति तदा शङ्कर उ इति भवति अकार उकारयोः गुणसन्धिः भवति अतः शङ्करो इति भवति शङ्करो नरकाय वा बहु समीचीनमस्ति अस्तु अग्रे गच्छेम, तर्हि सुब्रह्मण्य महोदय कृपया. आं महोदय, बुद्धिनाशः न बुद्धिनाशः योगः बुद्धिनाशात्. अत्र प्रथमं विसर्गात् परः बकारः अस्ति, अखर्वर्णः, अतः प्रथमसोपानं त्यजामः. द्वितीयसोपानस्य कृते अत्र विसर्गात् प्राक् अकारः अस्ति, अतः द्वितीयं तृतीयम् अपि त्यजामः. इदानीं चतुर्थसोपानस्य प्रसक्तिः, विसर्गात् प्राक् अकारः अस्ति, अतः विसर्गस्य अनन्तरं कः वर्णः अस्ति, तत्तु हश्वर्णः, अतः चतुर्थसोपानस्य प्रसक्तिः. विसर्गस्य स्थाने उकारादेशः भवति, बुद्धिनाशयोगः उकारः योगः बुद्धिनाशात्. इदानीमत्र बुद्धिनाशयोगः उकारः, अत्र आद्गुणः इत्यनेन गुणसन्धिः भवति, अतः बुद्धिनाशो बुद्धिनाशात् इति रूपं निष्पन्नम्. हा, बहु समीचीनमस्ति. अस्तु महोदय, तर्हि अग्रे गच्छेम. राजेन्द्रमहोदय अन्म्यूट् करोतु. आम् आं महोदय, इदानीं वासः योगः भवति, अत्रापि तथैव क्रमेण. अनन्तरम् अखरि अस्ति पुरतः वासः, तदनन्तरं विसर्गस्य पुरतः अखरि अस्ति, तत् कारणात् प्रथमसोपानस्य कार्यं नास्ति. तद् द्वितीयसोपानस्य अपि तत् विसर्गस्य पूर्वम् इच् प्रत्याहारे कोऽपि वर्णः नास्ति, तत् द्वितीयसोपानस्य कार्यमपि प्रसक्तिः नास्ति. तदनन्तरं विसर्गस्य पूर्वम् आकारः आत् नास्ति, तत्र विसर्गस्य क्षमतां तृतीयसोपानस्य अपि प्रसक्तिः नास्ति. इदानीं तु विसर्गस्य पूर्वम् अकारः आत् अस्ति, तत् तदनन्तरं हश् प्रत्याहारे कोऽपि अन्यतमः वर्णः अस्ति, तत् कारणात् चतुर्थसोपानस्य प्रसक्तिः अस्ति. अतः तत् विसर्गस्य स्थाने उकार आदेशः भवति, तद् वास् योग उकारः योगः भवति. तत् अनन्तरम् इदानीं तु गुणं भूत्वा वासो योगः भवति, वासो भवति तत् कार्यम् अस्ति. इदानीं क्षम्यतां महोदय, एकं न उक्तं, तत् विसर्ग अनन्तरं हस् प्रत्याहारे अस्ति, तत् कारणात् वासो भवति. समीचीनं समीचीनम्. अस्तु महोदय, धन्यवादः. म्यूट् करोतु कृपया. अग्रे सदैव महोदय कृपया अग्रिमं करोतु. सदैव महोदय. आं महोदय, ध्रुवः योगः वृत्तिः, विसर्गस्य परे मकारः अकरि अस्ति, अनन्तरं प्रथमसोपानं न करोति, अनन्तरं विसर्गस्य पूर्वम् इच् वर्णः नास्ति, द्वितीयसोपानं न करोति, अनन्तरं विसर्गस्य पूर्वं दीर्घ आकारः नास्ति, तृतीयसोपानं न करोति, अनन्तरं विसर्गस्य पूर्वं लघु आकारः अस्ति, तर्हि चतुर्थं सोपानं करोति, विसर्गस्य परे हश् वर्णः अस्ति, अनन्तरं विसर्गः स्थाने उकारः, अनन्तरं गुणसन्धिः अभवत्, इति ध्रुवो मृत्युः वा प्रशंसनीयं श्लाघनीयमस्ति बहु बहु बहु समीचीनमस्ति सम्यक्तया अधीतवान् अस्तु अग्रे गच्छेम अग्रे रविप्रकाशमहोदय कृपया आं महोदय कुन्तीपुत्रः योग युधिष्ठिरः अत्र विसर्गस्य परे यकारः अस्ति यकारः खर् प्रत्याहारे नास्ति अतः विसर्गस्य पूर्वं किम् अस्ति इति द्रष्टव्यं पूर्वे अकारः अस्ति अकार इच् प्रत्याहारे नास्ति अतः द्वितीय सोपानमपि न कार्यं करोति आत् अपि नास्ति तत् अतः तृतीयसोपानमपि कार्यं न करोति परन्तु अत् अस्ति चतुर्थसोपानं कार्यं करोति विसर्गस्य परे किम् अस्ति इति द्रष्टव्यं विसर्गस्य परे यकारः अस्ति यकारः हष् प्रत्याहारे अस्ति अतः विसर्गस्य स्थाने उकारादेशः भवति कुन्तीपुत्र योग उ योग युधिष्ठिरः अकार उकार योजनेन गुणः भवति कुन्तीपुत्रो युधिष्ठिरः इति बहु समीचीनमस्ति अस्तु अग्रे बालसुब्रह्मण्यमहोदय नः योग राज्येन अत्र द्वितीयभागस्य प्रथमवर्णः रा खरि नास्ति विसर्गस्य पूर्ववर्णः नः तस्मात् इच् प्रत्ययः नास्ति प्रत्ययवर्णः नास्ति दीर्घ आकारः वर्णः नास्ति तस्मात् भट्टसूत्राणां प्रथमद्वितीयतृतीयसोपानानि त्यजामः नः ह्रस्वाकारः दीर्घ विसर्गस्य पूर्वं योग राज्येन ऋर् इति ह्रस्वाकारः नास्ति परन्तु हष् प्रत्याहारवर्णः तस्मात् नः विसर्गस्य स्थानेन उकारः याति न योग उ योगराज्येन न उ गुण भवति तस्मात् नो स्थाने नो योगराज्येन केवलं वर्णमेलनेन नो राज्येन बहु समीचीनमस्ति अस्तु पुनः पद्मा भगिनी अन्तिमम् एकम् अन्यत् करोतु आं महोदय युधानः योगः महोदय प्रवृद्धः योगः लोकान् अत्र विसर्गः परतः लकारः खरी प्रत्याहारः नास्ति प्रथमसोपानं न कार्यं करोति द्वितीयसोपानं विसर्गः पूर्वं प्रत्याहारः नास्ति द्वितीयसोपानं इच् प्रत्याहार कार्यं नास्ति द्वितीयसोपानं न कार्यं करोति तृतीयसोपानं आत् वर्णः नास्ति विसर्गः पूर्वं दीर्घः अकारः नास्ति परन्तु ह्रस्व अकारः अस्ति इदानीं चतुर्थसोपानं कार्यं करोति विसर्गः परतः हषि अस्ति इदानीं उकारः आगच्छति प्रवृद्ध योगः उकारः आगच्छति इदानीं गुणसन्धि कार्यं करोति प्रवृद्धो लोकान् प्रवृद्धो अकार उकारयोः गुणसन्धिं कृत्वा प्रवृद्धो लोकान् अस्तु बहु समीचीनमस्ति अस्तु सर्वे कृतवन्तः तर्हि राजीव भगिनी केवलं अन्तिमसोपानं वदतु अत्र युधानः योगः विराटः अन्तिमसोपानं विसर्गस्य परतः हष् प्रत्याहारस्य वर्णः अस्ति अतः विसर्गस्य स्थाने उकारः भवति अकार उकार मेलनेन गुणसन्धि भूत्वा युयुधानो विराटः इति आगच्छति. समीचीनमस्ति. अस्तु, ततः अग्रे रत्नाभगिनी, रत्नाभगिनी अन्तिमं किमस्ति? अन्तिमम् अस्ति उक्तः ऋषिकेशः. सोपानानि वदामि वा महोदय? न न, आवश्यकता नास्ति. अस्तु, हा, विसर्गस्य स्थाने उकारः भवति, तदनन्तरम् अकार उकारयोः मेलनेन गुणसन्धि भूत्वा ओकारः भवति, अतः उक्तो ऋषिकेशः इति भवति. इति सर्वे अवगतवन्तः. वा, बहु समीचीनमस्ति. इदानीम् अग्रे सरेम, अन्तिमं सोपानं पुनः करपत्रम्. अस्तु, अत्र किं लिखितमस्ति इति सुब्रह्मण्यमहोदय कृपया. महोदय, पञ्चमं सोपानं विसर्गात् एतावता विसर्गात् प्राक् अत् अस्ति, अपि च विसर्गस्य पुरतः खर्वर्णः चेत् तर्हि प्रथमसोपानं, विसर्गस्य पुरतः अत् हश्वा अस्ति चेत् तर्हि चतुर्थसोपानम् इति सोपानद्वयेन वयं विसर्गस्य का गतिः इति जानीमः. अधुना किम् अवशिष्टम्? विसर्गात् प्राक् अत् अस्ति, विसर्गस्य पुरतः आत् इच् वा चेत् तर्हि पञ्चमं सोपानं द्रष्टव्यम्. इदं पञ्चमं सोपानं विसर्गात् प्राक् अत् अस्ति चेत् परे खर् नास्ति चेत् इत्यस्य द्वितीयमार्गः. इदानीं पर्यन्तं वयम् अत्र विसर्गात् प्राक् अत्वर्णः अस्ति, तस्मिन् समये अत्र विसर्गस्य पुरतः खर्वर्णः अस्ति चेत् वयं प्रथमसोपानम् एव कुर्मः. यदि विसर्गस्य पुरतः खर् नास्ति परन्तु अत्वर्णः वा केवलं ह्रस्व अकारः वा हश् वर्णः वा अस्ति चेत् चतुर्थं सोपानं वयं कुर्मः. परन्तु एकम् अवशिष्टं भागमस्ति अत्र, विसर्गात् प्राक् यदा अत् वर्ण ह्रस्वाकारः अस्ति, इदानीं विसर्गस्य पुरतः दीर्घ आकारः वा इच् प्रत्याहारस्य कश्चन वर्णः वा अस्ति, तर्हि नियमः कः भवति इति प्रश्नः. एतत्तु पञ्चमसोपाने वयं पठिष्यामः. एतदस्ति एतदस्ति विसर्गात् प्राक् ह्रस्वाकारः अस्ति चेत् द्वितीयसोपान मार्गमस्ति अत्र. पञ्चमं सोपानं तर्हि एतावत् स्पष्टमस्ति खलु. किम् अवशिष्टम्? अग्रे खर् नास्ति, पूर्वम् अकारः अस्ति, इदानीं अग्रे हश् अपि नास्ति, अत् अपि नास्ति, अवशिष्टं किम्? आत् इच् अग्रे इति चेत् किं द्रष्टव्यमस्ति? अस्तु महोदय, अग्रे. पञ्चमं सोपानं विसर्गात् पूर्वम् अत् अस्ति चेत् अग्रे आत् इच् वा अस्ति वा? बालः इच्छति. विसर्गात् प्राक् अत् अस्ति, अपि च विसर्गस्य पुरतः आत् वा इच् वा अस्ति चेत् तर्हि विसर्गस्य लोपः भवति. इत्युक्तौ विसर्गात् प्राक् ह्रस्वः अकारः, अपि च विसर्गस्य पुरतः दीर्घः आकारः, अन्ये केऽपि स्वराश्च ह्रस्वम् अकारं विहाय वा तर्हि विसर्गस्य लोपः भवति. इदानीमत्र दृष्टान्तमस्ति बालः इच्छति. अत्र विसर्गात् प्राक् ह्रस्वाकारः, विसर्गस्य अनन्तरम् इकारः अस्ति, अतः अत्र किं भवति इत्युक्ते अत्र विसर्गस्य लोपः भवति इति दत्तमस्ति. यदि विसर्गात् प्राक् अकारः इत्युक्ते ह्रस्वाकारः, विसर्गस्य अनन्तरम् दीर्घ आकारः वा अन्ये कः अपि स्वरः तस्मिन् समये अत्र विसर्गस्य लोपः भवति. अस्मिन् दृष्टान्ते तु बालः इच्छति इति, अत्र बाल इच्छति इति रूपं भवति. हा, बहु समीचीनमस्ति. विद्याभगिनी अग्रे. आं महोदय, पञ्चमं भाट्टसूत्रम् अतः परस्य विसर्जनीयस्य आचि लोपः आति इचि च. अतः षष्ट्यन्तं परस्य षष्ट्यन्तं विसर्जनीयस्य षष्ट्यन्तम् आचि सप्तम्यन्तं लोपः प्रथमान्तम् इति. आच् इत्युक्तौ आत् इच् च. पाणिनिः एवं दीर्घस्वरं स्वीकृत्य प्रत्याहारं न करोति. पाणिनिः आचि व्यक्तीकर्तुम् इच्छेत् तर्हि आति इचि च इति लिखेत्. पाणिनीयक्रमः अनुसरणीयः अस्ति चेत् एवं वक्तव्यं भवति, किन्तु अयं भाट्टक्रमः, पाणिनीयक्रमः न. पाणिनीयक्रमः न इति दर्शयितुम् अयं विलक्षणः प्रत्याहारः आच् कृतः. तर्हि यत्र आचि लिखितम् अस्ति तत्र आति इचि इति बोध्यम्. सारांशः, विसर्गात् पूर्वम् अत् अस्ति चेत् अपि च विसर्गस्य पुरतः आत् इच् वा अस्ति चेत् विसर्गस्य लोपः भवति. अस्तु, तर्हि अत्र पञ्चमं भाट्टसूत्रमस्ति अतः परस्य विसर्जनीयस्य आचि लोपः इति. अत्र अतः अतः इति षष्ट्यन्तं पदमस्ति इत्युक्ते तत्र अतः अत्र सम्बन्धषष्ठी अस्ति. अतः परस्य विसर्जनीयस्य, अत्र विसर्जनीयस्य इति स्थाने अस्ति इति, विसर्जनीयस्य इति विशेष्यम्, अतः परस्य इति विशेषणम्. अतः परस्य विसर्जनीयस्य इति विसर्जनीयस्य स्थाने आचि सप्तम्यन्तम् इत्युक्ते आत् अथवा इच्, पाणिनीयक्रमेण आत् अपि इच् इच् प्रत्याहारस्य वर्णः इत्युक्ते आत् इत्युक्ते दीर्घ, केवलं दीर्घ आकारः, अत्र तकारस्य तपरकरणं भवति. आत् अथवा इच् इत्यस्मात् पूर्वं यदि विसर्गः अस्ति तर्हि विसर्गस्य, विसर्गात् प्राक् ह्रस्व अकारः अस्ति चेत् विसर्गस्य लोपः भवति इति सूत्रं वदति. अत्र अत्रापि भाटक्रमं किम् अपि पाणिनीयक्रमं किम् इति भेदः अपि अस्ति. यदि पाणिनिः पाणिनिः आचि इति न वदति, पाणिनिः आति इचि इति वदति. आति इत्युक्ते केवलं दीर्घ आकारः, इचि इत्युक्ते इच् प्रत्याहारस्य वर्णः. परन्तु अत्र भाटः आचि इति, आचि इति लिखितमस्ति. अत्र आचि इत्युक्ते आति आचि इत्युक्ते तत् तदेव आति, आति प्लस् आतियोगः इचि इति. नाम आ इत्यस्मात् आरभ्य न तु अ. अच् इति सर्वे स्वराः, आच् इति अकारं लघु अकारं विहाय सर्वे स्वराः. स्पष्टमस्ति खलु भगिनि? अस्तु, तर्हि इतः अग्रे सरेम. इदानीं रत्नाभगिनी अग्रे अग्रिमं करोतु कृपया. तथैव तथैव रामः आगच्छति. अत्र रामः इत्यस्मिन् पदे विसर्गः अस्ति, अनन्तरम् आकारः अस्ति. अतः रामः इत्यस्मिन् विसर्गात् प्राक् ह्रस्व आकारः अस्ति, अतः पञ्चमसोपानम् उपयोगं कुर्मः. विसर्गात् अनन्तरम् आकारः अस्ति, आकारः अति अचि अस्ति, अतः विसर्गस्य लोपः भवति, राम आगच्छति इति भवति. हा, लोपः भवति, राम आगच्छति. अस्तु, अग्रे लिखितमस्ति किम्? अतः अखरि, विसर्गात् पूर्वम् अत् अस्ति चेत् इतोपि कार्यं भवति, यतोहि पुनः अग्रे द्रष्टव्यं भवति इदं ज्ञातुं यत् विसर्गस्य पुरतः अत् हष् वा आत् इच् वा इति. तदनुसृत्य चतुर्थसोपानस्य पञ्चमसोपानस्य च भेदः साधितः. चतुर्थसोपाने उकारादेशः, पञ्चमसोपाने लोपः इति ध्येयं. हा अस्तु, अत्र चतुर्थसोपाने अपि विसर्गात् प्राक् ह्रस्वाकारः भवति, पञ्चमसोपाने अपि विसर्गात् प्राक् ह्रस्वाकारः भवति. तदा अन्यत् किं द्रष्टव्यम् इति उक्तमस्ति. विसर्गात् पुरतः अखरि अस्ति इत्युक्ते प्रथमसोपानं न कार्यं करोति. अनन्तरं विसर्गात् पूर्वम् अत् अस्ति चेत् इतोपि कार्यं भव यथा उक्तं. किं द्रष्टव्यम् इत्युक्ते विसर्गात् अनन्तरं अत् अथवा हश् अस्ति वा, अस्ति चेत् चतुर्थसोपानं कार्यं करोति. तदा विसर्गस्य स्थाने उकार आदेशः भवति. विसर्गात् अनन्तरम् आत् अथवा इच् अस्ति चेत् पञ्चमसोपानं कार्यं करोति, यत्र विसर्गस्य लोपः भवति. वा, बहु समीचीनमस्ति. इति पञ्चसूत्राणि सन्ति. इदानीं दशनिमेषाः विशिष्टाः. तत्र चतुर्थसोपानस्य अभ्यासः साधितः अस्ति यत्र यत्र विसर्जनस्य हसि हसि अस्ति, हस् प्रत्याहारे कश्चन वर्णः परः अस्ति. किन्तु तस्मिन्नेव पूते, नाम नवपञ्चाशत्तमे पूते, एकम् उदाहरणमस्ति. सरला भगिनी वदतु कृपया. अत्र तुमुलः अभवत्, अत्र किं भवति? एकवारं सन्ति कृतवन्तः, राम आगच्छति. द्विवारं न कर्तुं शक्नोति वा राम आगच्छति इति दीर्घ आकारं कर्तुं शक्यते वा? न, अत्रापि अत्र तथा नास्ति. अत्र लोपः अस्ति त्रिपादीसूत्रेण, अत्र न भवति. अत्र बाल इच्छति अपि च राम आगच्छति इति यथा तृतीयसोपाने, यया रीत्या तृतीयसोपाने त्रिपादीसूत्रेण तत्र लोपः जातः, अत्रापि तथा. अत्रापि तथा. अतः ततः अग्रे न कर्तव्यमस्ति. हा, समीचीनमस्ति प्रश्नः. अस्तु, अग्रे गच्छेम. तत्र सरला भगिनी, तत्र अन्तिम उदाहरणमस्ति. तुमुलः अभवत्. अत्र विसर्गस्य पुरतः अकार खरि प्रत्याहारे नास्ति, तस्य प्रथमं सोपानं कार्यं न करोति. विसर्गस्य विसर्गात् पूर्वम् अकार अस्ति, इच् प्रत्याहारे नास्ति, द्वितीयसोपानं कार्यं न करोति. आकार अपि नास्ति, तृतीयसोपानं कार्यं न करोति. इदानीं चतुर्थसोपानं विसर्गस्य विसर्गात् प्राक् अकार अस्ति, चतुर्थसोपानं द्रष्टव्यं. विसर्गात् परे अकार अस्ति, अकार अकार अच् प्रत्याहारे अस्ति. इदानीं अकारस्य विसर्गस्य पूर्वम् अच् प्रत्याहारे आम् अकार विसर्गस्य परे अभवत् इत्यस्य अकारः अच् प्रत्याहारे इति तु अस्ति, किन्तु तादृशं हर्ष अच् द्वितीय अखरि अस्ति, अकार अस्ति चतुर्थसोपाने. अत् अत् अस्ति, अत् अत् अच् इति न, अत् अस्ति, अत् अस्ति. अस्तु, विसर्गस्य परे अत् अस्ति, पूर्वम् अपि अत् अस्ति. अत्र अतः विसर्गस्य स्थाने उकार आगच्छति. तद् अकार उकार गुणसन्धि भूत्वा तुमुलो भवति. इदानीं द्वितीयकार्यं भवति ओकार अकार तस्य योगेन पूर्वरूपसन्धि भवति. एङ् पदान्तात् अति पूर्वस्य इति सूत्रेण तुमुलो भवत् अकार स्थाने अवग्रह आगच्छति, तुमुलो भवत् इति भवति. बहु समीचीनमस्ति. इति चतुर्थ सोपानस्य एकम् उदाहरणमस्ति. अत्र केवलमेकमस्ति यत्र अत् परः अस्ति, किन्तु अस्माभिः परिशीलितं पूर्वमपि. ततः पञ्चम सोपानस्य उदाहरणानि सन्ति पञ्चपञ्चाशत्तमे पुटे. पञ्चपञ्चाशत्तमे पुटे पश्येम, तत्र च राजेन्द्रमहोदय तत्र प्रथमं करोतु, अन्वित् कृत्वा. आम् महोदय, अत्र निर्योगक्षेमः तत्र महोदय. सत्यम्, एतानि उदाहरणानि परिशीलयत्. निर्योगक्षेमः योगः आत्मवानः. अत्र पूर्वं तु प्रश्नं तु पश्यामः तत् विसर्गस्य पुरतः कीदृशी वर्णः अस्ति. अत्र खरीना अस्ति, तदनन्तरं विसर्गस्य पूर्वं कीदृश वर्णः अस्ति. तत्र इचि नास्ति, आत् अपि नास्ति, तत् आत् अस्ति. परन्तु अत्र अत् अस्ति तथा चतुर्थ सोपानस्य प्रसक्ति भवितुम् अर्हति. परन्तु अत्र तु तदनन्तरम् अत् नास्ति, अपि च तत्र हश् प्रत्याहारे कोऽपि वर्णः नास्ति, आकारः आत् अस्ति. तत्कारणात् तत्र पञ्चमसोपानस्य प्रसक्तिः अस्ति. अत्र तु अकारस्य विसर्गस्य लोपः भवति. अत्र निर्योगक्षेम आत्मवान् तत् निष्पन्नं भवति. हा, बहु समीचीनमस्ति. अस्तु, रविप्रकाशमहोदय अग्रे म्यूट् करोतु भवान् कृपया. धन्यवादः. क्षम्यतां महोदय, अत्र राम आगच्छति यदि मध्ये व्यवधानं विना यदि वयं लिखामः तर्हि कथं लिखामः? केवलं वर्णमेव. रामः आगच्छति, इदानीं सन्धिं विसर्गस्य लोपः अभवत्. राम आगच्छति इति यदि वयं मध्ये व्यवधानं विना मिलित्वा लिखामः तर्हि राम आगच्छति इति लिखामः वा, अथवा राम तत्र साधारणतया वयं विसर्गसन्धि एक एव सन्धिः अस्ति यत् सौलभ्यार्थं सामान्यतया वयं पृथक् पृथक् लिखामः सामान्यतया. किन्तु अत्र मिलित्वा लिखति चेत् न कोऽपि दोषः अस्ति. अत्र मकारे दण्डः नास्ति. राम आगच्छति, तत्र मिलित्वा लिखति चेत् तत्र न कोऽपि दोषः. यद्यपि प्रथा नास्ति किन्तु दोषः नास्ति, ग्रन्थेषु अपि प्राप्यते. राम आगच्छति, तत्र अकारः अस्ति, तस्य उच्चारणम् अपेक्षितमस्ति. साधारणतया पृथक्तया लिखामः स्पष्टीकरणार्थं, किन्तु तत्रापि दोषः नास्ति. अस्तु, अग्रे गच्छेम. इदानीं रविप्रकाशमहोदय अस्ति वा? अस्तु, शीघ्रं गच्छेम. राजी भगिनी. अन्तवन्तः योगः इमे प्रथमसोपानं कार्यं न करोति. किमर्थम् इत्युक्ते करिप्रत्याहारे नास्ति द्वितीयपदं. द्वितीयसोपानम् अपि कार्यं न करोति. इच् प्रत्याहारे नास्ति विसर्गस्य पूर्वाक्षरम्. द्वितीयसोपानमपि न कार्यं करोति विसर्गस्य पूर्वे आत् नास्ति. चतुर्थसोपानमपि कार्यं न करोति विसर्गस्य अनन्तरं हषि नास्ति. हष् प्रत्याहारस्य कोऽपि वर्णः नास्ति. पञ्चम हष् नास्ति, अपि च विसर्गस्य पूर्वं न न न हर्ष् परं हर्ष् अपि नास्ति, अत् अपि नास्ति. अत् अपि नास्ति. आं महोदय, पञ्चमसोपानम् एव कार्यं करोति. विसर्गस्य अनन्तरं आच् प्रत्याहारस्य आच् प्रत्याहारस्य वर्णः इकारः अस्ति, पूर्वम् अत् अस्ति, अतः अत् एव कार्यं करो तदेव कार्यं करोति। विसर्गस्य स्थाने विसर्गः लोपः भवति, लोपः भूत्वा अन्तवन्त इमे इति आगच्छति। हा समीचीनमस्ति बालसुब्रह्मण्यं महोदय अग्रे। अतः अव्ययः योग ईश्वरः तत्र अकारः ह्रस्वाकारः अन्तवर्णः भागः प्रथमभागः द्वितीयभागः ई प्रथमवर्णः इति चेत् ईच् प्रत्याहारवर्णः अस्ति, तस्मात् पूर्वविसर्गः लोपः भवति, अन्वय ईश्वरः इति रूपम्। सुन्दरं, बहु समीचीनमस्ति अग्रे। इदानीं महोदय किञ्चित् अहम् अग्रे दृष्टवान् स च किञ्चित् कञ्चन दोषं कृतवान् वा न महोदय? अत्र विकल्पः अपि अस्ति किल महोदय, एतेषु उदाहरणेषु विकल्पः अपि अस्ति इति, यथा अत्र लोपः शाकल्यस्य इत्यनेन यकारस्य लोपः विकल्पेन भवति इति भूत्वा अत्र यकारः अपि भवति किल महोदय, निर्योगक्षेमयात्मवान् इति। तत्र यकारः इति विकल्पः अस्ति वा इति अनन्तरं दृष्ट्वा वदामि, यतोहि अत्र न प्रदर्शितमस्ति। तत्र कुत्रचित् दृष्टवान् वा? संस्कृतभाषायां तु न दृष्टवान् महोदय, परन्तु मम मातृभाषे तथा दृष्टवान्, अतः पृच्छामि। हा न, अनन्तरं दृष्ट्वा न तत्र सम्पूर्णरीत्या प्रक्रिया मम पुरतः नास्ति, किन्तु अग्रिमे सप्ताहे वदामि। हा अग्रे इदानीं समापयामः। यत् तत्तु भवति चेद् विरलतया भवति, किन्तु यकारः अत्र मया न दृष्टं, किन्तु पश्यामि तत्र लोपशकायस्य अत्र अस्ति न वा, अस्ति चेत् हा अनन्तरं वदामि। अत्र अग्रे किं वदामि स्म, जगन्नाथमहोदय अग्रे। अस्तु, अन्तवती मे तु अव्ययेश्वर अव्ययः योग ईश्वरः, अत्र तु अखरी पदमस्ति, प्रथमसोपानं प्रसक्तिः नास्ति, द्वितीय तृतीय चतुर्थ इच् प्रत्ययः आत् प्रत्ययः नास्ति, अत् प्रत्ययः एव अस्ति। तर्हि पुनः परपदं किमस्ति इति द्रष्टव्यं। तर्हि हश्वा अत्वा द्वयोपि नास्ति, द्वावपि नास्ति। तर्हि ईश्वर ईकार अस्ति, तस्मात् अत्र लोपो भवति, विसर्गस्य लोपो भवति। अव्यय योग ईश्वर अव्यय ईश्वर उक्तवान् एव। अस्तु, हा वदतु, अव्ययोग ईश्वर। अस्तु, समीचीनमस्ति, अग्रे गच्छेम। इदानीं सहदेव महोदय। आं महोदय, धृतराष्ट्रः उवाच उवाच उकारः अखरी अखरी अस्ति, विसर्गस्य परे यच्वर्णः नास्ति, विसर्गस्य पूर्वं दीर्घ अकारः नास्ति, अनन्तरं विसर्गस्य पूर्वम् अत् अस्ति, विसर्गस्य परे हश् वर्णः नास्ति अथवा अत् नास्ति, अनन्तरं पञ्चमं सोपानं कार्यं करोति, विसर्गः लोपः इति धृतराष्ट्र उवाच. हा, यतोहि उकारः आच् अथवा इच् इत्यस्मिन् अस्ति. बहु समीचीनमस्ति. अस्तु तर्हि अत्रैव उदाहरणे ई मध्ये एषः आगच्छति तत्र एषया गच्छति इति दत्तं महोदय. न न न, तत्तु भिन्नमस्ति, तत्तु नितरां भिन्नमस्ति. अग्रिमे सप्ताहे वदामि. हा, एषः सः इति न वयं न कृतवन्तः यतोहि तत्तु भिन्नम्. एषः आगच्छति तत्र एषः आगच्छति इति न परिशीलयामः इदानीम्. एषः एषः इति पदं भिन्नम् अस्ति. अग्रिमे सप्ताहे करिष्यामः. एषः सः इति भिन्नम्. अग्रे गच्छेम. तस्य प्रश्नस्य उत्तरं नास्ति. अत्र सः पृच्छति अत्र एषु उदाहरणेषु यकारः विकल्पेन भवति न वा इति पृष्टवान्. तत्तु न मया दृष्टं. किन्तु एषः आगच्छति इति परिस्थितिः भिन्ना अस्ति नितरां. तत्तु तत्र भ्रमः मास्तु. विद्याभगिनी अग्रे. ओङ्कारः योगः ऋक् अतः अस्ति स ओ अस्तु अतः ऊर्ध्वमिति समाप्तं वा? अस्तु क्षम्यताम्. अतः योगः ऊर्ध्वम् अत्र विसर्गस्य ऊर्ध्वं तत्र अखरी अस्ति. विसर्गस्य विसर्गात् प्राक् इच् नास्ति, आत् अपि नास्ति. ह्रस्वकारः अस्ति परन्तु विसर्गस्य पुरतः हश् नास्ति अपि च अत् नास्ति, इच् अस्ति इति कृत्वा पञ्चमसोपानं विसर्गस्य लोपः भवति. अत् ऊर्ध्वम् अत ऊर्ध्वम्. हा, समीचीनमस्ति. अस्तु सुब्रह्मण्यं तत्र अग्रे शीघ्रमेव समापयामः. यत् ओङ्कारः योगः ऋक् अत्र विसर्गस्य अनन्तरं ऋकारः अखर्वर्णः अतः विसर्गात् पूर्वं अकारः अस्ति. अतः प्रथमद्वितीयतृतीयसोपानानि त्यजामः. इदानीमत्र चतुर्थसोपानम् आगच्छामः. अत्र अकारः अस्ति विसर्गस्य विसर्गात् पूर्वं. विसर्गस्य अनन्तरं ऋ अस्ति, तत् इच् वर्णः. अतः पञ्चमसोपानं गच्छेम. पञ्चमसोपाने तु अत्र विसर्गस्य लोपः भवति. अतः ओङ्कार ऋक् इति रूपं निष्पन्नम्. हा, सुन्दरम्. अस्तु सरला भगिनी अनन्तरम् अन्तिमं कृते. यः योग एनं विसर्गस्य परः एकार अखरि अस्ति, प्रथमसोपानं कार्यं न करोति. विसर्गस्य विसर्गात् पूर्वम् इच् प्रत्याहारः नास्ति, द्वितीयसोपानं कार्यं न करोति. आत् नास्ति, तृतीयसोपानं कार्यं न करोति. अत् अस्ति, चतुर्थसोपानस्य कार्यं भवितुं शक्नोति. किन्तु विसर्गस्य परतः एकार अस्ति, हश् नास्ति, अत् अपि नास्ति, इच् प्रत्याहारे अस्ति. पश्चिमं सोपानं कार्यं करोति. इदानीं अत् पूर्वम् अस्ति विसर्गस्य, विसर्गस्य लोपः भवति. य एनम् इति भवति. हा, लोपः भवति. अस्तु, बहु समीचीनमस्ति. इति पञ्च प्रमुख कार्याणि अस्माभिः परिशीलितानि इति तत्र भाट्टसूत्राणि. अग्रिमे सप्ताहे केचन विशिष्टाः परिस्थितयः सन्ति, ताः द्रष्टव्याः सन्ति. अवशिष्टकार्यमस्ति तदेव. यत्र एषः सः तत्र रेफान्तव्ययानि इति कानिचन कार्याणि अवशिष्टानि. किन्तु प्रमुखपञ्च कार्यपञ्चकम् इति अस्माभिः साधितम्. अस्तु तर्हि, धन्यवादः सर्वेषां. नमस्कारः. नमस्कारः महोदय. धन्यवादः. धन्यवादः महोदय. धन्यवादः महोदय.